पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 99 विष्णुरुवाच स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च धन्यं सुसूक्तं परमं सुजाप्यं निशम्य राजा स सुखी बभूव गदा सुतृष्णाक्षुधया समेधा देवोपमो भूमिपतिर्बभूव भार्या च तस्यापि विभाजिरूपैर्युक्तावुभौ पापविबन्धमाप्तौ देवः सुदेवैः परिवारितोऽसौ विप्रैः सुसिद्धैर्हरिभक्तियुक्तैः आगत्य भूपं गदकल्मषं तं श्रीशङ्गचक्राब्जगदासिद्धर्ता श्रीनारदो भार्गवव्यासपुण्या समागतस्तत्र मृकण्डसूनुः वाल्मीकिनामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः गर्गो महात्मा हरिभक्तियुक्तो जाबालिरैभ्यावथ कश्यपश्च आजग्मुरे ते हरिणा समेधा विष्णुप्रिया भागवतां वरिष्ठाः पुण्या सुधन्या गदकल्मषास्ते हरे सुपादाम्बुजभक्तियुक्ताः श्रीवासुदेवं परिवार्य तस्तु स्तुवन्ति भूपं विविधप्रकारैः देवाश्च सर्वे हुदभुङ्मुखाश्च ब्रह्मा हरिश्चापि सुदिव्यदेव्यः गायन्ति दिव्यं मधुरं मनोहरं गन्धर्वराजादिसुगायनाश्च सुवेदयुक्तैः परमार्थसंहितैस्तवैः सुपुण्यैर्मुनयस्तुवन्ति दृष्ट्वा पदीं भूपदिमेव देवो हरिर्बभाषे वचनं मनोहरं वरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे नीलोत्पलाभं मुरकादिनं प्रभुं तं शङ्खचक्रासिगदाप्रधारिणं श्रियासमेदं परमेश्वरं तं रत्नोज्ज्वलं कङ्कणहारभूषितं रविप्रभं देवगणैः सुसेवितं महार्घहाराभरणैः सुभूषितं सुदिव्यगन्धैर्वरलेपनैर्हरिं सुभक्तिभावैरवनीं गदो नृपः दण्डप्रणामै सददं नमाम जयेदि वाचाध महानृपस्तदा दासोऽस्मि भृत्योऽस्मि पुरःसदे सदा भक्तिं न जाने न च भावमुत्तमम् जयान्वितं मामिह चागदं हरे प्रपाहि वै त्वां शरणं प्रपन्नं धन्यास्तु ते माधव मानवाद्विजाः सदैव ते ध्यानमनोविलीनाः समुच्चरन्तो भवमाधवेदि प्रयान्ति वैकुण्ठमिदः सुनिर्मलाः तवैव पादाम्बुजनिर्गदं पयः पुण्यं तथा ये शिरसा वहन्ति समस्ततीर्थोद्भवतोय आप्लुतास्ते मानवा यान्ति हरे सुधाम नास्ति योगो न मे भक्तिर्ज्ञानं नास्ति न मे क्रिया कस्य पुण्यस्य सङ्गेन वरं मह्यं प्रयच्छसि हरिरुवाच वासुदेवाभिधानं यन्महापादकनाशनं भवदा विज्वलात् पुण्याच्छ्रुतं राजन्विकल्मषः तेन त्वं मुक्तिभागी च संजातो नात्र संशयः मम लोके प्रभुङ्क्ष्व त्वं दिव्यान् भोगान् मनोनुगान् राजोवाच यदि देववरो देयो मम दीनस्य वै त्वया विज्वलाय प्रयच्छत्वं प्रथमं वरमुत्तमम् हरिरुवाच विज्वलस्य पिता पुण्यकुञ्जलो ज्ञानमण्डितः वासुदेवं महास्तोत्रं नित्यं पठति भूपते पुत्रैः प्रिया समेतोऽसौ मम गेहं प्रयास्यति एतत्तु जपते स्तोत्रं सदा दास्याम्यहं फलम् एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीद इदं स्तोत्रं महापुण्यं सफलं कुरु केशव हरिरुवाच कृते युगे महाराज यदा स्तोष्यन्ति मानवाः तदा मोक्षं प्रयास्यन्ति तत्क्षणान्नात्र संशयः त्रेतायां मासमात्रेण षड्भिर्मासैस्तु द्वापरे वर्षेणैकेन च कलौ ये जपन्ति च मानवाः स्वर्गं प्रयान्ति राजेन्द्रवैष्णवं गदिदायकं त्रिकालमेककालं वा स्नादो जपति ब्राह्मणः यं तु वाञ्छते कामं स स तस्य भविष्यति क्षत्रियो जयमाप्नोति धनधान्यैरलङ्कृतः वैश्यो भविष्यति श्रीमान् सुखी शूद्रो भविष्यति अन्त्यजं श्रावयेद्योऽयं पापान्मुक्तो भविष्यति श्रावको नरकं घोरं कदाचिन्नैव पश्यति मम स्तोत्रप्रसादाच्च सर्वसिद्धो भविष्यति ब्राह्मणैर्भोज्यमानैश्च श्राद्धकाले पठिष्यति पितरो वैष्णवं लोकं तृप्ता यास्यन्ति भूपते तर्पणां ते जपं कुर्यात् ब्राह्मणो वाधक्षत्रियः पिबन्ति चामृतं तस्य पितरो हृष्टमानसाः होमेषु यज्ञमध्ये च भावाज्जपति मानवः तत्र विघ्ना न जायन्ते सर्वसिद्धिर्भविष्यति विषमे दुर्गसंस्थाने हिंस्रव्याघ्रस्य सङ्कटे चौराणां सङ्कटे प्राप्ते तत्र स्तोत्रमुदीरयेद् तत्र शान्तिर्महाराज भविष्यदि न संशयः अन्येष्वेव सुभव्येषु राजद्वारे गदे नरे वासुदेवाभिधानस्य अयुधं जपते नरः ब्रह्मचर्येण संस्नाद्ध क्रोधलोभविवर्जितः तिलतण्डुलकैर्होमं दशांशमाज्यमिश्रितं वासुदेवं प्रपूज्यैव दद्यात् प्रयतमानसः श्लोकं प्रति ततो देयं होमं ध्यानेन मानवैः तेषां सुभृत्यवन्नित्यं पार्श्वं नैव त्यजाम्यहम् कलौ युगे सुसम्प्राप्ते स्तोत्रे दास्यं प्रयास्यति वेदभङ्गप्रसङ्गेन यस्य कस्य न दीयते सर्वकामसमृद्धार्थः स वै चैव हि भविष्यति एवं हि सफलं स्तोत्रं मया भूपकृतं शृणु ब्रह्मणा निर्मितं तेन जप्तं रुद्रेण वै पुरा ब्रह्मसत्या विनिर्मुक्त इन्द्रो मुक्तश्च किल्बिषाद देवाश्च ऋषयो गुह्या सिद्धविद्याधरामराः नागैस्तु पूजितं स्तोत्रमापुसिद्धिं मनीप्सिताम् पुण्यो धन्यः स वै दादा पुत्रवान् हि भविष्यति जपिष्यति मम स्तोत्रं नात्र कार्या विचारणा आगच्छत्वं स्त्रिया सार्धं मम स्थानं नृपोत्तम हस्तावलम्बनं दत्तं हरिणा तस्य भूपतेः नेदुर्दुन्दुभयस्तत्र गन्धर्वा ललितं जगुः न नृतुश्चाप्सरश्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे देवाश्च ऋषयः सर्वे वेदस्तोत्रैस्तुवन्ति ते तदो दयितया सार्थं जगाम नृपतिर्हरिं तं स्थूयमानं सुरसिद्धसङ्गैः स विज्वलः पश्यति हृष्टमानसः समागतस्तिष्ठति यत्र वै पिता माता च वेकेन महाप्रभावः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थे च्यवनचरित्रे नवनवतितमोऽध्यायः ओ